नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। प्रवर्तमानः विषयः अस्ति प्रेरणार्थे निचि विशेषहलन्तदातवः इति। तत्र कृत् इति धातोः विषये चिन्तनं गतवर्गे समापितमासीत्। कृत् इति धातुः उपधायां दीर्घऋकारः वर्तते। तत्र उपधायाश्च इति सूत्रेण उपधायाः दीर्घऋकारस्य स्थाने ह्रस्वैकारादेशः भवति उरण्ड्रपरः इति कृत्वा किर्त् इति स्थितौ तत्र उपधायांश इत्यनेन उपधाभूतस्य इक्वर्णस्य तस्य अनन्तरं रेपः वकारः रेपः अथवा वकारः तस्य अनन्तरं हल्वर्णः वर्तते चेत् तदानीम् इक्वर्णस्य दीर्घादेशः भवति इति कृत्वा कीर्त् इति रूपं लभ्यते। कीर्तयति इति लभ्यते। तत्र अस्माकं चिन्तनार्थं रुवोरुपदायाः दीर्घः इकः हलि च उपदायां च इति त्रयाणां सूत्राणां चिन्तनं कृतं। तत्र रुवोर् उपदायाः दीर्घः इकः इति सूत्रं रेपान्तवकारान्तधातोः पदस्य उपदायाः इकः दीर्घः भवति। तत्र गीः दूः पूः इत्यादीनि रूपाणि लभ्यते तत्र लभ्यन्ते इत्युक्ते तत्र धातुसंज्ञा अपि वर्तते पदसंज्ञा अपि वर्तते। कथम् इति चेत् एतादृशरेपान्तधातुतः तत्र क्विप् इति प्रत्ययं योजयामः चेत् तदानीं तत्र धातुत्वमपि भवति प्रातिपदिकत्वमपि भवति तदानीं पदत्वमपि लभ्यते। यतोहि क्विबन्ताः विजन्ताः धातुत्वं न जहति इति परिभाषायाः बलेन तत्र क्विप् प्रत्ययस्य योजनानन्तरमपि धातुत्वं लभ्यते इति कृत्वा रुवोरुपदायाः दीर्घः इकः इत्यस्य कार्यं भवति। रुवोरुपदायाः दीर्घः इकः इत्यस्य कार्यं सुबन्तप्रकरणे एव अधिकतया दृश्यते। तिङन्तप्रकरणे कुत्रचित् भवति परन्तु तेन रूपपरिवर्तनं न भवति इति कृत्वा तत्र वयं वक्तुं शक्नुमः रुवोरुपदायाः दीर्घः इकः इत्यस्य कार्यक्षेत्रं बहुधा सुबन्तप्रकरणे एव दृश्यते। तत्पश्चात् हलि च इति सूत्रेण हलन्त इत्युक्ते तत्र रेपान्तवकारान्तधातुः तस्य अनन्तरं हल्वर्णः अस्ति चेत् उपदायाः इकः दीर्घः भवति इति उक्तम्। अत्र तु धातुत्वम् अपेक्षितमस्ति अतः सुबन्तप्रकरणे प्रायः अधिकतया तिङन्तप्रकरणे एव दृश्यते हलि च इति सूत्रम्। अनन्तरम् उपदायां च इति सूत्रेण यत्र हलन्तधातुः उपदायां रेपः अथवा वकारः तयोः पूर्वम् इक्वर्णः वर्तते चेत् इक्वर्णस्य दीर्घादेशः इति तत्र त्रीणि सूत्राणि सन्ति। तत्र गृ इति धातोः विषये क्विप्रत्ययं योजयित्वा रूपाणि कथं भवन्ति इति अपि अस्माभिः गतवर्गे तत्र रूपाणि दृष्टानि। तर्हि इदानीं ततः अग्रे वयं गन्तुं शक्नुमः। तत्र सुबन्तप्रसङ्गे तत्र तिस्रः संज्ञाः अपि भवन्ति इति अपि अस्माभिः चर्चितं। तत्र सूडनपुंसकस्य इति सूत्रेण टु औजस् अम् औट् इति पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति। अनन्तरं यचिबम् इत्यनेन यकारादि अजादिप्रत्ययः परः वर्तते चेत् अङ्गस्य भसंज्ञा भवति। अनन्तरं स्वादिश्वसर्वनामस्थाने इत्यनेन हलादिप्रत्ययः यकारं विहाय हलादिप्रत्ययः परः अस्ति चेत् अङ्गस्य पदसंज्ञा भवति इति तत्र तिस्रः संज्ञाः सन्ति सुबन्तप्रक्रियायां। तदपि अस्माभिः तत्र कथं गृधातोः विषये कथं तत्र रूपाणि भवन्ति इति अस्माभिः दृष्टमासीत्। इदानीं तत्र हलीच इति सूत्रस्य विवरणमस्ति, तद्वयम् एकवारं पश्यामः। हलीच इति अपदान्ते हलीच इति कतः आरभ्य पश्यामः। तत्र विजयलक्ष्मी भगिनी पठितुमिच्छति वा हलीच? नमस्ते भगिनि, उषा अस्मि। नमस्कारः भगिनि। अपदान्ते हलि च रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अतः रुवोः इत्यनेन येषां धातूनाम् अन्ते रेफः वकारश्च तेषां ग्रहणम् हलि सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रुवोर् उपधायाः दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं रुवोर्धात्वोः उपधायाः इकः दीर्घः हलि अग्रिमसूत्रम् अस्ति हलि च इति रुवोर् उपधायाः इत्यस्य अनन्तरम् आयाति अत्र हलि च इति सूत्रे हलि इति सप्तम्यन्तं च इति अव्ययपदं केवलं द्विपदम् अस्मिन् सूत्रे दृश्यते परन्तु रुवोर् उपधायाः दीर्घ इकः इत्यस्य पूर्वस्मिन् सूत्रात् सम्पूर्णतया अनुवृत्ति भवति अनन्तरं सिपि धातोः रुर्वा इत्यस्मात् सूत्रात् धातोः इत्यस्य अनुवृत्तिः अपि च येन विधिस्तदन्तस्य इति परिभाषासूत्रेण रेफान्त अपि च वकारान्त इति अर्थः लभ्यते रेफान्तानां वकारान्तानां धातूनाम् उपधायाः स्थितः इक् वर्णस्य दीर्घः भवति कदा हलि परे भवति चेत् इति सूत्रस्य अर्थः सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रं रुवोः धातोः उपधायाः इकः दीर्घः हलि इति पर्याप्तं वा भगिनि अग्रे पठामि वा तावद् वदतु भगिनि सूत्रार्थः रुवोः इत्युक्ते रेफान्तानां वकारान्तानां येन विधिस्तदन्तस्य इति सूत्रस्य बलेन अन्तिम धातोः अन्तिम अक्षरः रेफः भवतु अथवा वकारः भवतु इति अर्थः लभ्यते उपधायाः यदि इक् वर्णः भवति रेफान्त उत वकारान्तधातोः उपधायाः यदि इक् वर्णः भवति तदा हलि परे भवति चेत् तस्य इकः दीर्घः भवति इति सूत्रार्थः समीचीनं सम्यक् तर्हि तत्र हलि इति परसप्तमी खलु हलि इति परसप्तमी परसप्तमी रुवोः धात्वोः अनयोः विशेषणविशेषभावः इति कृत्वा रेपः इति धातुः वकारः इति धातुः इति तादृशधातुः न लभ्यते अतः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः एव अस्माभिः स्वीकर्तव्यः तर्हि रेपान्तः धातुः वकारान्तधातुः इति तादृशधातोः उपधायाः इकः दीर्घः भवति हलिपरे हलि इति परसप्तमी वस्तुतः अत्र पदस्य इत्यस्य अधिकारः वर्तते पदस्य इति अधिकारः अष्टमाध्यायस्य प्रथमपादे आरभ्य तत्र द्वितीय अध्यायपर्यन्तं गच्छति पदस्य इति अधिकारः तत्र 8.1.16 इति आरभ्य 8.3.55 इति पर्यन्तं पदस्य इत्यस्य अधिकारः वर्तते तर्हि अत्र प्रश्नः उदेति पदस्य इति अधिकारः वर्तते चेत् कथम् अत्र पदस्य इत्यस्य अन्वयः कथं वा भवति अत्र अस्मिन् सूत्रे? पदस्य इति उक्त्वा पदान्तरेपः पदान्तवकारः इति उक्त्वा तस्य अनन्तरं हल् वर्णः इति वा इति एवम् अन्वयः वा इति प्रश्नः भवति. तर्हि तदर्थं तत्र अस्माभिः किं वक्तव्यम् इति अग्रिमपरिच्छेदे उक्तं. तद् इदानीं मीना भगिनी पठतु. इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति, तर्हि पदान्ते एव भवति वा? हलिचे इत्यस्य सामर्थ्येन अपदान्ते इति भवति, जलौ जलि अपि तथा. यदा कदापि अग्रे निमित्तमस्ति तदा तदा बलात् अपदान्ते इति भवति. यत्र सप्तम्यन्तं निमित्तमस्ति तत्र पदस्य इति पदस्य इति न गच्छति, यद्यपि तस्य अधिकारे स्यात्. अग्रे पठामि वा जिर् उदाहरणमपि? न न, तावत् वदतु. इदं सूत्रं पदस्य इति अधिकारे, पदस्य इति अधिकारे सप्त सप्तम अष्टम अष्टमे अध्याये प्रथमपादे षष्टीन् सूत्रमस्ति, तस्य अधिकारे अस्ति. परन्तु अत्र हलि हलीच इति सूत्रे हलि परे अस्ति. तत्र यदि हल् परे अस्ति चेत् तत्र पदान्ते हलि चेत्यस्य अपदान्ते इति भवति. यदि हलि परे इत्युक्ते पूर्व पदं पूर्वस्य पूर्वं किमपि अस्ति चेत् तत् पदम् अस्ति वा इति प्रश्नः अस्ति चेत् अस्ति तत्र पद हलि हलिपरे अप हलिपरे इत्युक्ते तत्र पूर्व पूर्वम् अपद पदं नास्ति. तद् यदा अग्रे निमित्तमस्ति तत्र हल् इति निमित्तमस्ति, हल् वर्णः अग्रे आगच्छति, तस्य बलात् एव अपदान्ते इति भवति. पदा अपदान्ते अस्ति तत्र. यदि हल् वर्णः अस्ति चेत् पूर्वं पदं न भवति किल, तस्य अपदान्ते वा इति. यदि सप्तम्यन्तं निमित्तम् अस्ति हलि इति, तत्र पदस्य इति न गच्छति. तत्र पदमपि न पदम् अपि च अग्रिम सप्तम्यन्तं न भवितुं शक्यम्. इदानीं भगिनि समीचीनं समीचीनम्. इदानीं तत्र अनुवृत्तिसहितसूत्रे पदस्य इति अनुवृत्तिः अस्ति चेत् कथं तत्र सूत्रार्थः भवति इति प्रथमतया वदतु. हलि चेति सूत्रे वा? रोर्द्वातोः उपादायाः इकः दीर्घः हलि. तत्र भवत्याः प्रश्नः किं? यदि पदस्य इति किं पदस्य इतिवृत्तिः तत्र आयाति चेत् सूत्रार्थः कथं भवति? यदि पदस् तत् यदि रोर् उपदा उप रोर्धातोः तत् धातु रेपं वा वकार वा तस्य उपदा इक् अस्ति, तस्य दीर्घः भवति. हलि पदस्य इत्युक्ते तत्र क्लेशः भवति. तत्र हलि परे इत्युक्ते तस्मिन् विषये अनन्तरं चिन्तयामः. हलि परे इत्यस्मिन् विषये अनन्तरं चिन्तयामः. प्रथमतया पदस्य इति अनुवृत्तिः अस्ति चेत् कथम् अन्वयः भवति इति वदतु. पद हलि च पदस्य अनुवृत्तिः अस्ति चेत् तत्र पदस्य इत्यस्य अन्वयः केन सह भवति? अङ्गस्य धातोः यदि पदमस्ति पूर्वं पदम् अस्ति तत्र धातोः तत् न पदस्य इत्यस्य का विभक्तिः षष्ठिविभक्ति तत्र अत्र हलि इति सप्तमी विभक्ति पदस्य इति षष्ठिविभक्ति इदानीम् अङ्गस्य इति अधिकारः अङ्गस्य इति अधिकारः अस्ति चेत् अत्र कथम् अन्वयः भवति पदस्य हलः न न इदानीं पदस्य इत्यस्य अन्वयविषये क्लेशः अस्ति तत्र इदानीम् अङ्गस्य इति अधिकारः अस्ति चेत् केवलं चिन्तनार्थम् अङ्गस्य इति अधिकारः नास्ति अत्र परन्तु अङ्गस्य इति अधिकारः वर्तते चेत् अनुवृत्तिसहितसूत्रे अङ्गस्य इति पदस्य अन्वयः केन सह भवति धातोः हा रुवोः धातोः अङ्गस्य अङ्गस्य इति भवति खलु अङ्गस्य अथवा अङ्गयोः इति भवति एवं पदस्य इत्यस्य अन्वयः केन सह भवति धातोः अङ्गस्य अङ्गस्य इति नास्ति इदानीं पदस्य इति अधिकारः अस्ति इकः अङ्गस्य इकः अङ्गस्य न न किमर्थम् इकः अङ्गस्य किम् इकः यत्नाति अङ्गं नास्ति तत्र धातोः अङ्गस्य तत् समीचीनं भगिनि रुवोः धातोः अङ्गस्य इति समीचीनम् अङ्गस्य इत्यस्य अधिकारः अस्ति चेत् एवं रीत्या अन्वयः भवति रुवोः धातोः अङ्गस्य इति भवति परन्तु अत्र अङ्गस्य इति अधिकारः नास्ति पदस्य इति अधिकारः अस्ति तर्हि अन्वयः कथं भवति अत्र अङ्गस्य इति नास्ति पदस्य इति अस्ति रो धातोः इक् इक् इकः पदं नास्ति तत्र भवत्याः प्रश्नः न पदस्य वकारान्तस्य पदस्य इति वा भगिनि रेपान्त रेपा इत्युक्ते तत्र धातो इदानीम् अङ्गस्य इत्यस्य अन्वयः कुत्र अभवत् तत्रैव पदस्य इत्यस्य अपि अन्वयः स्यात् खलु अङ्गस्य इत्यस्य अन्वयार्थं क्लेशः नासीत् पदस्य इत्यस्य विषये क्लेशः किमर्थम् क्लेशः भवति सुबन्तः भवति खलु अन्ते इदानीं तत्र चिन्तनार्थं न न तत्तु अस्ति इदानीं चिन्तनार्थं पदस्य इत्यस्य अन्वयः अस्ति चेत् तदानीं रुवोः धातोः पदस्य उपादायाः इकः दीर्घः इत्येव भवति खलु हलि इति अवश्यं नास्ति तत्र हलि इति हलि इत्यस्य इत्युक्ते तदा हलि इति वयं वदामः चेत् तदा तदानीं पदयोः मध्ये कार्यम् इति तादृशं भवति पदयोः यथा तत्र इकः स्थाने न तत्र कुत्र पदान्तात् एङ्गः पदान्तात् अति इत्यत्र एङ् वर्णः पदान्ते अस्ति अनन्तरम् अति ह्रस्व अकारः अस्ति तत्रापि अति इति परसप्तमी अस्ति तत्रापि परसप्तमी अस्ति तत्र तु क्लेशः नास्ति खलु पदान्ते एङ् अस्ति तदनन्तरं हलि इति अस्ति तदनन्तरं तत्र अति इति अस्ति तर्हि तत्र पदयोः मध्ये कार्यम् अत्र हलि च इति सूत्रे पदयोः मध्ये कार्यं न विवक्षितमेव अत्र अस्य कार्यं पदयोः इत्युक्ते अत्र पदनिर्माण अवसरे अस्य सूत्रस्य कार्यमस्ति रुवोः धातोः उपादायः इकः दीर्घः हलि परे इत्यत्र भगिनी यदि स्वादिषु सर्वनामस्थाने इति पदसंज्ञा स्वीकृत्य भ्यां भ्यस् तत्र तु हलि परे भवितुम् अर्हति तादृश उदाहरणं वदतु इत्युक्ते रेपान्तधातुः वकारान्तधातुः पदम् अपि भवति चेत् तदानीं किं कार्यं कुर्यात् गिर्भ्यां भगिनि गिर्भ्यां तत्र गिर्भ्याम् इत्यत्र किं किं सूत्रं कार्यं कुर्यात् तत्र रोरुपधायाः किमर्थं रोरुपधायाः दीर्घः कार्यं करोति तत्र पदस्य इति अधिकारः अस्ति अत्रापि पदस्य इति अधिकारः अस्ति सूत्रद्वयस्य तर्हि किं किं करोति रोरुपधायः दीर्घः एकः सूत्रद्वयं त्रिपाद्याम् अस्ति 8276 8277 हली च रोरुपधायः अपि च हली च इति सूत्रद्वयस्य प्रसक्तिः अस्ति गिर्भ्याम् इति प्रसङ्गे तत्र त्रिपाद्यां परसूत्रं स्वयमेव रोरुपधायाः दीर्घ इकः तत्रापि पदसंज्ञा अस्ति परनिमित्तं न आवश्यकम् इति भासते रोरुपधायाः दीर्घः इकः इत्यत्र परनिमित्तमेव नास्ति हली च इत्यत्र परनिमित्तमस्ति उभयत्र पदस्य इत्यस्य अधिकारः अस्ति यथा इदानीं भवती उक्तवती सुबन्तप्रकरणे गिर्योगः व्याम् इत्यत्र द्वयोः अपि प्रसक्तिः अस्ति खलु परन्तु द्वयोः धातुः अस्ति वा धातुः अपि अस्ति खलु अस्ति धातुः अस्ति द्वयोः प्रसक्तिः तर्हि कस्य कार्यम् त्रिपाद्यां परसूत्रमेव हलि च एवं वा नूतनसमाचारः परसूत्रम् असिद्धमस्ति खलु क्षम्यतां भगिनी न भवती पूर्वत्र सिद्धमिति परत्र सिद्धमिति भवती कृतवती तावदेव तर्हि पूर्वत्र सिद्धम् इति हली च इति सूत्रं स्वयम् असिद्धमस्ति खलु रुवरुपधायः दीर्घ इकः तु न जानाति हली च सूत्रम् वर्तते एव इति न जानाति अतः रोरुपदाः उपदायाः दीर्घः इत्यस्य प्राप्तिः सर्वत्र भवति पदान्तप्रसङ्गे सर्वत्र रोरुपदायाः दीर्घः प्रसङ्गः भवति अतः हलीच इति सूत्रस्य कार्यक्षेत्रं कुत्र भवति यत्र पदसम्य नास्ति तत्र एव अपदान्ते एव भवति अपदान्ते एव भवति अतः अत्र अत्र केवलं परनिमित्तम् अस्ति इति कृत्वा पदस्य इत्यस्य अन्वयः इति तावदेव न वक्तुं शक्यते अत्र कथं वक्तव्यम् इति चेत् रोरुपदायाः दीर्घः इति सूत्रस्य कार्यं पदान्ते अस्ति चेत् भवति पूर्वसूत्रम् अस्ति तस्य प्राप्तिः सर्वदा भवति अतः हलिच इति सूत्रस्य कार्यं कुत्र अत्रापि पदान्ते वर्तते खलु पदान्ते रेपः वकारः धातुः सर्वम् अस्ति अनन्तरं हल् वर्णः अस्ति चेत् हलीच इत्यस्य कार्यं भवतु इति चेत् अत्र न भवति यतोहि अस्य सूत्रस्य कार्यं तु अपदान्ते भवति पदान्ते तु रोरुपदायाः दीर्घः इत्यस्य प्राप्तिः भवति अतः इदानीम् हलीच एव प्रसक्तिः अस्ति वा इति कृत्वा तत्र फलितार्थः कः फलितार्थः कः इति चेत् अत्र पदस्य इत्यस्य अन्वयः न सङ्गच्छते अत्र यतोहि पदस्य हलीच इत्यस्य कार्यं कुत्रापि न भवति यत्र पदान्ते रेपः वर्तते तत्र सर्वत्र रोरुपदायाः दीर्घः इत्यस्य प्राप्तिः भवति यतोहि तदेव पूर्वसूत्रमस्ति त्रिपाद्यामपि अस्ति अतः पदान्ते रेपः वकारः धातुः वर्तते चेत् तदानीं रोरुपदायाः दीर्घः इकः एव कार्यं करोति पूर्वसूत्रमिति कृत्वा यत्र अपदान्तं वर्तते तत्र तु हलीच इत्यस्य एव कार्यं भवति नो चेत् हलिच इति सूत्रं व्यर्थं भवति यदि पदस्य इत्यस्य अन्वयः अत्र भवति चेत् यदि वयं वदामः अत्र अनुवृत्तिसहितसूत्रं रुवोः धात्वोः पदस्य उपदायाः इकः दीर्घः हलि इति वदामः चेत् तदानीं पदस्य इति वयं वदामः चेत् पदान्तरेपः वकारः इति आयाति तर्हि रोरुपदायाः दीर्घः इत्यस्य यादृशनिमित्तं तादृशमेव अत्रापि अस्ति केवलम् अत्र अधिकं निमित्तमस्ति हलिपरे इति तर्हि यत्र हल् वर्णः परः वर्तते त तत्र रोरुपदायाः दीर्घः इत्यस्यापि प्राप्तिः भवति, हली च इत्यस्यापि प्राप्तिः भवति पदान्तप्रसङ्गे, तर्हि तदानीं सर्वत्र रोरुपदायाः दीर्घः इत्यस्य एव प्राप्तिः भवति चेत् तदानीं एतद् इदं सूत्रं व्यर्थं भवति इति कृत्वा फलितार्थः अस्ति यत् हलिच इति सूत्रम् अपदान्ते एव कार्यं करोति इति कृत्वा पदस्य इत्यस्य अन्वयः अत्र मास्तु. अवगतम्? अवगतं मन्ये. हा अस्तु सम्यक्. कोऽपि प्रश्नः? भगिनि प्रश्नः अस्ति, सिपि धातो रूर्वः अत्र अर्थ महत्व कः? सिपि सिपि अर्थात् सिप् प्रत्ययः अस्ति. हा हा सिप् तस्मात् तस्मात् धातोः इत्यस्य अनुवृत्तिः अस्ति अस्मिन् सूत्रे तावदेव. सिपि धातोरूर्वार् इति सूत्रस्य प्रसङ्गः अत्र नास्ति, अत्र तु धातोः इत्यस्य अनुवृत्तिः अस्ति अस्मिन् सूत्रे तावदेव. धन्यवादः. अस्तु इदानीम् अग्रे गच्छामः. जुरु इति प्रसङ्गे तत्र विनय महोदय भवानेव पठतु. भगिनि एकः प्रश्नः, त्रिपाद्याम् अस्ति किल सूत्रं, तत्र सूत्रद्वयमपि त्रिपाद्यां स्तः, अत्र तु यदि रोरुपधायाः एकः दीर्घः इति कार्यं करोति तस्मात् अनन्तरं हलेच इति सूत्रस्य कार्यं चिन्तयतु पदस्य इति अधिकारे अस्ति, तस्मात् अनन्तरं हलेच इति सूत्रस्य कार्यमेव न भवति यतोहि एकः दीर्घः अभवत्, तर्हि तत्र रोरुपधायाः एकः दीर्घः सूत्रं तु अनैमित्तिकम् अस्ति, अतः तत् निमित्तमेव न पश्यति, परन्तु हलिच इति सूत्रे तु निमित्तम् आवश्यकम्, अतः द्वयोः कार्यं भेदः अस्ति किल तत्र. यद्यपि तत्र त्रिपाद्याम् अस्ति तत्र किञ्चित् क्लेशः अस्ति, पदस्य इति अधिकारे अस्ति चेदपि तत्र भवति इति मम संशयः. पदस्य इति अधिकारे अस्ति चेपि अस्ति चेदपि कः क्लेशः इति वा? क्लेशः न भवेत् इति, यतोहि हलि परे इति उक्तत्वात् हल् निमित्तम् आवश्यकं किल तत्र परे अत्र गृहयोगः भ्याम् इति स्थितौ हलिच इत्यस्य प्रसक्तिः वा न वा? भ्याम् इति पदसंज्ञा अस्ति किल, तत्र पदसंज्ञा अस्ति, अतः एकः दीर्घः इति अनैमित्तिककार्यमिति निमित्तमस्ति नास्ति अपि कार्यं कर्तुम् अर्हति. यथा जलं जश्वन्ते, यथा जलं जश्वन्ते इत्यत्र निमित्तं वा निमित्तं वा यत्किमपि भवतु पदान्ते जल् वर्णः अस्ति चेत् जशादेशः भवति, अनन्तरं वर्णः अस्ति वा नास्ति वा इति चिन्तनमेव नास्ति. एवम् अत्रापि रोरुपदायाः दीर्घः इत्यत्र वरनिमित्तं भवतु वा न भवतु अस्य कार्यं तु भवति एव, भवति एव पर्जन्यवत् इति कार्यं सर्वत्र करोति. अस्तु, अतः पदान्ते सर्वत्र रोरुपदायाः दीर्घः इत्यस्य एव कार्यं भवति, अतः हलीच इत्यस्य कार्यं कुत्रापि न भवति पदान्ते. समीचीनं समीचीनम् इति कृत्वा अपदान्ते इति वक्तव्यम्. हा अतः तत्र पदस्य इति अधिकारे नास्ति इति निगमनं कर्तुं शक्यते किल, तत्र पदस्य अधिकारे नास्ति इति निगमनं नास्ति, पदस्य अधिकारे अस्ति परन्तु अधिकारस्य अन्वयः अत्र नास्ति, अन्वयः नास्ति. अस्तु समीचीनं, यतोहि तत् पदस्य इति अधिकारे प्रचलति, तत्र तु त्रिपाद्यं प्रचलति, तत्र तु अत्र अन्वयः नास्ति, अन्वयः नास्ति. ओके, कुत्रापि न सङ्गच्छते पदान्ते, कुत्रापि कार्यं न लभ्यते, सूत्रं व्यर्थं भवति तावदेव. सत्यं सत्यम् अवगतं. धन्यवादः. अस्तु विनय महोदय अग्रे. धातु अस्ति झि दीर्घ ऋकार योग ति, अत्र झि धातु दिवादिगण धातु अस्ति ते, तर्हि विश्वं विकरणपथ्य आगच्छति, तदनन्तरं लट् लकार आधारणीति, अथ झि योगः कोऽपि अनुमतिः नास्ति, केवल य तिष्ठति, झि तूत धातु योगः य योगति, अत्र ऋत तपर ऋकार इत् धातोः भवति, अर्थात् ऋत् ऋ धातु स्थाने इत् अस्ति, सरस्वीकार अस्ति, ऋत् इति धातोः इत्यनेन ऋदन्तधातुः इत्त्वम् अर्थात् जहलन्त योगा ऋकार तर्हि जि भवति अपि च य ति अपि भवति, परन्तु अर् उरणरपः व्यवस्था आगच्छति. उरणरपर व्यवस्था अस्ति यत्र उह स्थाने अण् रपरः आगच्छति. उह स्थाने अण् रपरा अस्ति अण् अर्थात् अ इ उ. अन्यविषयः अण् इण् अन्यविषयः अहं न वदामि. तर्हि अत्र अर् भवति अर् भवति, परन्तु अर् भवति केवलं यत्र रकार र प्रत्याहार अस्ति. रकार प्रत्याहार अस्ति तर्हि एव र हलन्त अस्ति, अन्य लकारसमध्ये अहं न वदामि. अतः रकार हलते अस्ति, हलन्त अस्ति रकार. तदनन्तरं ऋदन्तस्थाने यः अणः प्रत्याहारस्थितः यत् स च रपरः भवति अतः जिर् भवति. जिर् भवति कारणद्वयं, प्रथमतया तु हरस्वीकार अस्ति, तदनन्तरम् उररपराधारेण र हलन्त आगच्छति यत्र केवलं र प्रत्याहार अस्ति अन्यवेषः, परन्तु जर योग य योग ति भवति. तदनन्तरं हलि च आगच्छति. अहं केवलम् अद्य अवगच्छ गन्तुं शक्नुमः यदि रवोः उपधाया दीर्घ एकः प्रसक्तिः अस्ति, पदान्त अपि च अपदान्त, पदान्त अपि च अपदान्त, परन्तु अत्र रूपधायाः दीर्घः अपदान्ते इति नास्ति, केवलं पदान्ते. ओ न, यदि केवलं पदान्त अस्ति तर्हि अपदान्त व्यवस्था कुत्र भवति? तर्हि अपदान्तव्यवस्था अस्ति हलिचः इत्यनेन हलिपरे रिफाङ्क् धातोः उपधाभूतस्य एकार दीर्घः, अत्र दीर्घः भवति हलिचः आधारेण, तर्हि एव जिर् उपधा तु वयं जानीमः उपधा कः, तर्हि जीर् भवति जीर् यति जीरयति निष्पन्ना जीर्यति. सम्यक्. तर्हि अत्र यथा गृ धातोः विषये दृष्टं तत्र क्विप् प्रत्ययं योजयित्वा रूपाणि तत्र आसन्, अत्र तु जृ इति धातुतः तिङ् प्रत्ययः, तत्र दिवादिगणीयधातुः शन् इति प्रत्ययः आयाति, तर्हि य इति अवशिष्यते. अत्र तु जृ इत्यत्र ऋत धातोः इत्यस्य कार्यं भवति, तत्र दीर्घऋकारस्य ह्रस्वैकार आदेशः उरण्परः इति कृत्वा जिर् योगः य योगः ति. इदानीं जिर् योगः य योगः ति इति स्थितौ जिर् इति पदं नास्ति, जिर् इति अपदान्तमस्ति, धातुसंज्ञा वर्तते जिर् इत्यत्र, धातुसंज्ञा वर्तते रेपान्तधातुः, अनन्तरं य इति हल्वर्णः परः अस्ति, अतः जिर् इत्यत्र यः इकारः उपधायाम् अस्ति तस्य दीर्घत्वं भवति जीर्यति इति रूपं लप्यते. अत्र जिर् योगः य इति स्थितौ रुवोरुपधायाः दीर्घः इत्यस्य प्रसङ्गः अस्ति वा? सूर्यकुमारी भगिनी वदतु. न भगिनि. किमर्थम् उपधायाः प्रसक्ति पदान्त पदस्य पदान्तस्य एव भवति. अत्र पदान्त नास्ति, अपदान्त अस्ति. समीचीनं समीचीनम्. अस्तु, अग्रिमपरिच्छेदं पठतु भवती. तस्मिन् निर्दिष्टे पूर्वस्य इत्यनेन न अत्र प्रश्नः उदेति क्षम्यताम् अत्र प्रश्नः उदेति हलि इत्यनेन परसप्तमी अतः तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अव्यवहितपूर्वस्य एव कार्यं स्यात् तत्तु अत्र नास्ति उपधाभूतस्य इकारस्य दीर्घत्वं कार्यकारणयोः इकार यकारयोः मध्ये रेफो वर्तते अतः अव्यवहितत्वं नास्ति तदापि कार्यं भवति किमर्थं येन न अव्यवधानं तेन व्यवहिते अपि इति वचनप्रामाण्यत् कार्यं सिद्ध्यति उपधायाः एकः दीर्घः तत्र परसप्तमी अस्ति चेत् तस्मिन् इति निर्दिष्टे पूर्वस्य तदर्थम् अव्यवहितपूर्वस्य एव कार्यं भवति समीपे अस्ति चेदेव कार्यं भवति इति अर्थः तत्र समीपे इत्यस्य कः अर्थः व्यवधानं नास्ति इति उपधापूतस्य इकारस्य दीर्घत्वं इत्यनेन कार्यकारणयोः इकारयकारयोः मध्ये रेफो वर्तते अतः व्यवधानम् अस्ति तदापि कार्यं भवति किमर्थम् इति चेत् येन न अव्यवधानं तेन व्यवहिते अपि इति वचनप्रमाणयात् कार्यं सिद्ध्यते तत्र वचनप्रामाण्यम् इति उपधायाः इति चेत् इक व्यवधानम् अस्ति अपि उपधायाः इति उच्यते चेत् कार्यं भवति इति समीचीनम् इत्युक्ते अत्र सामान्यतया परसप्तमी अस्ति चेत् तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन यस्य सप्तमीविभक्तिः तस्मात् साक्षात् पूर्वं तत्र एव कार्यं भवति तस्मिन् इति निर्दिष्टे पूर्वस्य तत्र सप्तम् तस्मिन् इति सप्तम्यन्तपदेन यद् निर्दिष्टं कार्यं तद् तस्मात् पूर्वं भवति इति एव तस्मात् साक्षात् पूर्वं भवति इति एव तत्र परिभाषायाः अर्थः अव्यवहितपूर्वस्य एव कार्यं भवति इति अर्थः तर्हि हलि च इति सूत्रे तु जिर्योगः ययोगः ति इत्यत्र य इति यकारः हल् वर्णः परन्तु तस्य साक्षात् पूर्वं तु रेपः वर्तते न तु इक् वर्णः रेपात् पूर्वम् इक् वर्णः तत्र कार्यं भवति परन्तु व्यवधानम् अस्ति अतः तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रस्य इति परिभाषासूत्रस्य परिभाषासूत्रम् अत्र न सङ्गच्छते तर्हि कथं वा कार्यं भवति अत्र इति चेत् अत्र यदि तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन इति परिभाषायाः बलेन अत्र वयं पश्यामः चेत् अत्र कार्यमेव न सिद्ध्यति हलीच इति सूत्रस्य कार्यं कुत्रापि न सिद्ध्यति तर्हि सूत्रमेव व्यर्थं भवति अतः सूत्रं व्यर्थं मा भूत् इति कृत्वा अत्र वयं किं वदामः यद्यपि तस्मिन् इति निर्दिष्टे पूर्वस्य इति सर्वम् अस्ति तथापि अत्र सूत्रं व्यर्थं मा भूत् इति कृत्वा अत्र एकं वचनम् अस्ति प्राचीनकालात् एकं वचनम् अस्ति येन न अव्यवधानं तेन व्यवहिते अपि इति इत्युक्ते येन यत्र अव्यवहितपूर्वस्य कार्यं न सिद्ध्यति सूत्रेण यथा पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इत्यत्र उपधायां कार्यं भवति इति उक्तं परन्तु सार्वधातुक अर्धधातुकयोः इति परनिमित्तम् अस्ति सार्वधातुकप्रत्यये परे उपदायाः इकः दीर्घः इति उक्तं, परन्तु सारधातुकप्रत्ययस्य प्रत्ययात् साक्षात् पूर्वं तु इक् वर्णः नास्ति खलु, तत्र कथं वा कार्यं सिद्ध्यति इति. एवं रीत्या बहूनि सूत्राणि सन्ति यत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य अन्वयः न भवति. अतः तादृशस्थलेषु कथं वा सूत्रस्य कार्यं, सूत्रं तु व्यर्थं भवति खलु इति चेत् तादृशप्रसङ्गे तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य अन्वयः न भवति. तत्र तु येन न अव्यवधानं तेन व्यवहिते अपि, इत्युक्ते सूत्रेण अव्यवहितरूपेण कार्यं कुत्रापि न लभ्यते इति कृत्वा तत्र व्यवहिते अपि कार्यं भवति, व्यवधानं चेदपि कार्यं भवति एव, यतोहि सूत्रं व्यर्थं मा भूत् इति कृत्वा. अतः एवम् अत्रापि हलीच इत्यत्र हल् वर्णात् साक्षात् पूर्वम् इक् वर्णः नास्ति जीर्योगः य इति प्रसङ्गे, तथापि व्यवहिते अपि रेपस्य व्यवधानम् अस्ति चेदपि अत्र जी इत्यत्र इकारस्य दीर्घादेशः भवति इति अत्र उक्तम्. अस्तु भगिनि, धन्यवादः. इदानीं भगिनि तत्र निमित्तसप्तमी इति वक्तुं न शक्यते वा? परसप्तमी एकं तु अस्ति, निमित्तसप्तमी इति भवितुमर्हति किल? निमित्तसप्तमी इति कदा वदामः इति चेत् सर्वत्र वक्तुं न शक्यते निमित्तसप्तमी इति. निमित्तसप्तमी इति विशेषः अस्ति, यत्र व्याख्यानेषु निमित्तसप्तमी इति उच्यते तत्र एव निमित्तसप्तमी इति वक्तुं शक्यते. तत्तु सर्वत्र न भवति, तत्तु बहु विरलतया भवति. सर्वत्र निमित्तसप्तमी इति न वक्तुं शक्यते, विरलतया कुत्रचित् भवति. अतः अस्मिन् अस्यां स्थितौ तत्र एतत् वाक्यस्य उपयोगं कृत्वा वयं कर्तुं शक्यते वा तत्र अस्तु. तर्हि पुगन्तलघुपदस्य च अपि येन न व्यवधानं तेन व्यवहिते अपि इति एव कार्यं कर्तुम् अर्हति, तत्रापि एतत् वाक्यम् आवश्यकं, नो चेत् तत्र न भवति. आम् इति एवं रीत्या बहुत्र आवश्यकं भवति. यद्यपि तस्मिन् इति निर्दिष्टे पूर्वस्य सूत्रस्य कार्यं भवति, परन्तु तत् व्यवधानम् अस्ति इति कृत्वा तत्र अस्य वाक्यस्य शरणम् आनयामः. अस्तु, अस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य अन्वयः न भवति तत्र, तेन तया परिभाषया तु सूत्रस्य कार्यं कुत्रापि न भवति, यतोहि अव्यवहितरूपेण इक् वर्णः नास्ति इति कृत्वा सूत्रं कार्यमेव न करोति. हा, परन्तु यदि साक्षात् परे अस्ति तत्र तु अस्य सूत्रस्य प्रसक्तिः तु अस्ति किल, प्रवृत्तिः अस्ति तस्मिन् अस्य सूत्रस्य तस्मिन् इति निर्दिष्टे पूर्वस्य इति वा? तत्तु अस्ति, तत्र क्लेशः नास्ति, तत्तु अस्ति, तस्य कार्यं तु बहुत्र भवति. परन्तु अस्मिन् प्रसङ्गे यत्र व्यवधानम् अस्ति तत्र तु तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषायाः बलेन कार्यं भवति इति न वक्तुं शक्यते. परसप्तमी अस्ति परन्तु कार्यं कुत्र भवति इति चेत् साक्षात् पूर्वं न भवति. अतः इत्युक्ते सप्तमीविभक्तेः कः अर्थः इति प्रश्ने सति अव्यवहितपूर्वस्य कार्यं भवति इति उक्तं खलु, तादृश अन्वयः अत्र न भवति, तावदेव. अस्तु, बहुषु सूत्रेषु एतत् वाक्यं तत् स्वीकृत्य कार्यं कृतवान् तत्र पाणिनेन. आमां सूत्रेषु बहुत्र एवं, न केवलम् अत्र. अस्तु, धन्यवादः. अस्तु, अनिमा भगिनी अग्रे. आं भगिनि, भगिनी यत्र यत्र उपधायाः कार्यमस्ति सप्तमी निमित्तं तत्र सर्वत्र वक्तुं शक्यते, सत्यम्. अस्तु, तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अव्यविहितत्वं भवेत्, किन्तु यत्र कार्यम् इष्यते अपि च अव्यविहितत्वस्य सम्भावना नास्ति तत्र व्यवहितेऽपि कार्यं सिद्ध्यति, यथा पुगन्तलघुपदस्य च इत्यनेन पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः भ्वादौ बुध धातु श्यप विकर्णप्रत्ययं तिङ् प्रत्ययमस्ति चेत् पुगन्तलघुपदस्य च बोधति इति रूपं भवति. एतादृशेषु स्थलेषु सार्वधातुक अर्धधातुकयोः इत्यस्य परसप्तमीत्वं तथापि गुणः भवति, यतोहि अव्यवहित त्वस्य सम्भावना नास्ति तथैव हलि च इत्यस्यापि तत्र बुधधातु अस्ति शप विकरणप्रत्ययं तत्र गुणः कथं भवति इति प्रश्नः सार्वधातुकं प्रत्ययः अस्ति शप् इति अत्र धकारस्य तु गुणः न भवति उकारस्य एव गुणः भवति तत् कथं भवति इति प्रश्नः अत्र अव्यवधानं नास्ति चेदपि उपधायाः गुणः भवति इति वदति इति अस्ति तत्र येन न अव्यवधानं तेन व्यवहिते अपि इति वचनप्रामाण्यात् अत्रापि कार्यं भवति इत्युक्ते अत्र बुद्ध्योगः शप्योगः ति इति स्थितौ अत्र परनिमित्तम् अस्ति सार्वधातुकप्रत्ययः शप् इत्यत्र शप् षित् अस्ति इति कृत्वा तिङ्क्षित् सार्वधातुकम् इत्यनेन शप् प्रत्ययः सार्वधातुकप्रत्ययः उगन्तलघुपदस्य च इति सूत्रस्य परनिमित्तमस्ति सार्वधातुकप्रत्यये परे तर्हि सार्वधातुकप्रत्यये परे इति तत्र सार्वधातुकप्रत्यये परे इति तत्र परसप्तमी तर्हि तस्मिन् इति निर्दिश्ये पूर्वस्य इत्यनेन अव्यवहितपूर्वस्य कार्यं स्यात् परन्तु अव्यवहितपूर्वरूपेण इक् वर्णः नास्ति यतोहि मध्ये धकारः अस्ति अतः तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन कार्यं न सिद्ध्यति अव्यवहितरूपेण नास्ति तर्हि कथं वा पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति इति चेत् अत्र येन न व्यवधानं तेन व्यवहिते अपि येन न अव्यवधानं तेन व्यवहिते अपि इति वचनप्रामाण्यात् अत्र व्यवधानं बुद्ध इत्यत्र धकारस्य व्यवधाने सत्यपि पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति येन पुगन्तलघुपदस्य च इति सूत्रं व्यर्थम् अभूत् इति कृत्वा अत्र एवं रीत्या कथञ्चित् समर्थनं क्रियते तथैव हलि च इत्यत्रापि हल् वर्ण हलि परे साक्षात् पूर्वम् इक् वर्णः नास्ति चेदपि कार्यं भवति इति सूत्रार्थः सम्प्रसारणमपि तावदेव खलु केन सूत्रेण ग्रहीज्य इति एव न यत्र यत्र सम्प्रसारणस्य कार्यं भवति तत्रापि व्यवहितपूर्व नास्ति सत्यं सत्यं सत्यं सत्यं यकारयोः हा समीचीनं समीचीनम् इति एवं रीत्या बहुधा वयं द्रष्टुं शक्नुमः अस्तु अस्तु इदानीं तत्र हलीच इति सूत्रं समाप्तं हलीच इति सूत्रम् अपदान्ते एव कार्यं करोति रोरुपदायाः दीर्घः इति पदान्ते एव कार्यं करोति इदानीं तस्मिन् प्रसङ्गे अस्माकं तृतीयं सूत्रमासीत् उपदायांश इति सूत्रम् इदानीं तत् पश्यामः वंशी भगिनी पठितुमिच्छति वा आं भगिनी पठामि अपदान्ते उपधायाञ्च अष्टमाध्याये द्वितीयपादे अष्टसप्ततितमं सूत्रमस्ति धातूनां यौ उपधापूतौ रेफवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशः भवति सूत्रार्थे उपधाशब्दः व्रोर् इत्यस्य विशेषणं व्रोः तु षष्टिद्विवचने अतः उपधायाम् अपि तथा षष्टिद्विवचने यद्यपि सूत्रे सप्तम् एकवचनं दत्तमस्ति अस्तु उपधायां सप्तम्यन्तं च अव्ययं द्विपदमिदं सूत्रम् सिपि धातो रोर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रोरुपधाया दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः मूलसूत्रे व्रोः षष्ट्यन्तं धातोः इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वान्ते इत्यर्थः अस्तु अतः रोः इत्यनेन सम्बन्धषष्टि इकः इत्यनेन सह क्षमितं सम्बन्धषष्टि इकः इत्यनेन सह अस्तु हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः विभक्तिपरिणामेन षष्ट्यन्तं हलः धातोः इत्यस्य विशेषणं तदन्तविधिश्च अस्तु अनुवृत्तिसहितसूत्रं हलः धातोः उपधयोः भवति वा अस्तु उपधयोः व्रोः उपधायाः एकः दीर्घः अस्तु बहु किमपि अस्ति सूत्रे प्रयत्नं करोमि भगिनि तत्र सूत्रमस्ति उपधायां च इति सूत्रमस्ति उपधायाम् इति सप्तम्यन्तं पदमस्ति च इति अनुवृत्तिः तत्र पूर्वस्मिन् सूत्रात् यत् व्रोरुपधादीर्घः एकः सूत्रात् पूर्वस्मात् सूत्रात् व्रोरुपधाया दीर्घ एकः सर्वम् अनुवृत्तिः अस्ति तत्रापि च इति उक्तत्वात् तत्र यत् कार्यम् एतत् सूत्रं करोति इकः दीर्घादेश इकः दीर्घः भवति तदेव कार्यं भवितुम् अर्हति भवति इति च इत्यस्य अन्वयः भवितुम् अर्हति परन्तु तत्र धातूनपररेव वकारयोः अस्तु हल् परौ तत्र हल् एतस्य सूत्रम् एतस्य सूत्रस्य पूर्वसूत्रम् अस्तु हल् प्रथमतया तत्र वाक्यमस्ति खलु प्रथमतया यद्वाक्यमस्ति तस्य विवरणं करोतु अस्तु धातूनां यौ उपधापूतौ रेफवकारौ हल् परौ ताभ्यां प्राक् वर्तमानस्य एकः दीर्घादेशः भवति अस्तु तत्र धातोः यदि धातोः उपधा भूतः उपधावर्णः रेपः नो चेत् वकारः वर्णः अस्ति तस्मात् परे हल् वर्णः परे अस्ति ताभ्यां प्राक् वर्तमानस्य अस्तु रेफवकारयोः प्राक् तस्मात् प्राक् इत्युक्ते उपधायाः प्राक् यत् वर्ण इक् वर्णः अस्ति चेत् तस्य दीर्घदेशः भवति तस्य उपधा रेववकारयोः तस्मात् पूर्वं प्राक् वर्णः इत्युक्ते अन्तिमवर्णः भवेत् तस्मात् पूर्वं रेफवकारः भवेत् तस्मात् पूर्वं अन्तिमवर्णः उपधायां रेफवकारयोः अस्ति अन्तिमवर्णः आचवर्णः भवितुम् अर्हति नो चेत् हल् वर्णः अपि भवितुम् अर्हति न भगिनि तथा नास्ति अत्र उपधाभूतौ रेफवकारौ हल् परौ इति त्रयाणां पदानां कीदृशसम्बन्धः ओ अस्तु ओ अस्तु हल् परौ इत्युक्ते तत्र हल् वर्णः एव अन्तिमवर्णः भवेत् सत्यम् अस्तु तत्र विशेषणविशेषभावः भवति वा तत्र विशेष हल् परिशीलयतु हा वदामि हल् परौ इति कीदृश हल् परौ हा अस्तु हल् परौ इति भवेत् चेत् तत्र हल् वर्णः परे भवति कीदृश हल् वर्णः इत्युक्ते रेफवकारौ हल् परौ किं विशेषणं किं विशेष्यम् अस्तु अस्तु हल् परौ तदेव भ्रान्तिः अस्ति तत्र इदानीं तत्र कः उषाभगिनी सायं करोतु तत्र अनयोः त्रयाण एतेषां त्रयाणां पदानां मध्ये विशेषणविशेषभावः कथमस्ति चिन्तयामि हल् परौ इति विशेष्यम् उपधाभूतौ रेफवकारौ इति विशेषणं भवति हल् परौ अस्ति इत्यनेन धातु अन्ते हल् अस्ति हल् परौ इति विशेष्यमिति वा आं भगिनि हल् परौ गृहवाक्यं किं हल् परौ कीदृशसमासः हल् बहुव्रीहि समासः यस्य हल् परौ यस्य परः हल् अस्ति हल् सन्ति हल् सन्ति स्तः बहुव्रीहि भगिनि यस्य अन्ते हल् स्तः इति न यस्य अन्ते हल् स्तः इति न अत्र पदद्वयमेव अस्ति खलु, हल् पर इति अस्ति, तत्र ता पदद्वयं स्वीकृत्य विग्रहवाक्यं वदतु, यस्य अन्ते इति तादृशं वदतु, तत्र विग्रहवाक्यं बहुव्रीहिसमासे कथं वदामः तादृशं वदतु. यस्य अन्ते न न न अस्ति, बहुव्रीहिसमासे विग्रहवाक्यं कथं वदामः? हलः परः यस्य सः. हा, हलः परः यस्य सः, तर्हि सः कः? अलः परः अलः परः यस्य परः धातु, धातु भगिनि, अलः परः यस्य सः इति धातु. हल् परौ कः? न, अत्र हल् परौ इत्यस्य विग्रहवाक्यं वदतु. उकार वकार, रेप वकार. हल् परौ इति विग्रहवाक्यं, रेपवकारौ इति सम्यक्, हल् परौ इति विग्रहवाक्यं. हल् परः यस्य सः तौ भवति. हल् परः यस्य तौ अथवा ययोः, ययोः तौ, ययोः तौ. हल् परः ययोः, ययोः तौ. तौ कौ? उपधाभूतौ रेफबकारौ. न, द्वयं न भवति खलु, बहुव्रीहिसमासः विशेषं चेत् विशेष रेफबकारौ, रेफवकारौ विशेष्य विशेष्यम् अथवा विशेष्ये. हल् रेपवकारौ इति विशेष्यं, वस्तुतः विशेष्यम् अत्र, अत्र कीदृशसमासः रेपवकारौ इत्यत्र? द्वन्द्व, द्वन्द्वसमासः, रेपः अपि च वकारः. हा, रेपः च वकारः च रेपवकारौ, रेपवकारौ, हा रेपवकारौ, रेपवकारौ इति विशेष विशेष्यम्, तस्य विशेषणमस्ति हल्परौ. इत्युक्ते रेपवकारौ कीदृशौ इति चेत् हल्परौ, इत्युक्ते तादृशरेपः यस्य अनन्तरं हल्वर्णः अस्ति, तादृशरेपः. पुनः कीदृशवकारः इति चेत् तादृशवकारः यस्य अनन्तरं हल्वर्णः, हल्परः अस्ति तादृशवकारः. इत्युक्ते हल्परः इति विशेषणमस्ति, कस्य विषये वदन् अस्ति इति चेत् रेपवकारयोः विषये. तर्हि इदानीम् उपधाभूतौ इति केन सह अन्वयः? उपधाभूतौ इति रेफवकारौ कृते अन्वयः. उपधाभूतौ इत्यस्य विग्रहवाक्यम्? उपधाभूतौ, उपधा इति तत् भूतं भवति, सो उपधाभूतौ इति, उपधाभूतौ इति बहुव्रीहिसमासः. विग्रहवाक्यं कथम्? हलौ हल्परौ हलः ययोः तौ, हलः परः ययोः तौ इति वदामः. उपधाभूतौ इति कृते देन् उपधा भूतरेफवकारौ ययोः तौ. उपधाभूत इकः खलु, तस्य आगच्छति, तत्तु भिन्नम्, अत्र तु उपधा इति भिन्नं, पुनः उपधा इति आगच्छति, तत्र उपधायाः इकः इति पुनः तदानीं वयं पश्यामः. इदानीं तु उपधाभूतौ इति कस्य विशेषणम् अथवा विशेष्यं किमस्ति उपधाभूतौ? रेफवकारौ इत्यस्य विशेषणं भवति. हा, रेफवकारौ इत्यस्य विशेषणमस्ति, तर्हि उपधाभूतौ इत्यत्र विग्रहवाक्यं कथम्? रेफः अपि च वकारः उपधा अस्ति, तत्परे तत्परः हलः अस्ति, तत् उपधाभूतौ रेफवकारौ. न न भगिनि, भवती अस्माकं समासकक्षायाम् अस्ति खलु, तर्हि विग्रहवाक्यं कथं वक्तव्यम् इति भवती तु जानाति, तादृशं वदतु, किमर्थं वाक्यरूपेण वदति? उपधाभूतौ इत्यत्र विग्रह कीदृशसमासः प्रथमतया? भवती किञ्चित् कालात् न आसीत् अस्माकं वर्गे, अतः इदानीमपि स्मरणे अस्ति इति मत्वा अहं पृच्छामि, वदतु. उपधाभूतौ रेफवकारौ हल्परौ, ओके. रेफवकार इति उपदा अस्ति इति रे उपदा भूतौ रेफवकारौ न न न न विग्रहवाक्यं वदतु भगिनि विग्रहवाक्यम् अस्तु इदानीं कः तत्र साहाय्यं करोति तत्र मीना भगिनी वदति वा भगिनि अहं समासवर्गे नास्मि भगिनि अस्तु अस्तु समासवर्गे नास्ति परन्तु जानाति वा अत्र उपदा भूतौ इत्यत्र कीदृशसमासः भवितुमर्हति इति बहुव्रीहि समासः यत् उपदा भूत भूत इति पदं कीदृशपदम् सप्रत्ययान्तम् अस्ति सप्रत्ययान्तशब्दः उत्तरपदे अस्ति चेत् किं भवति तत्पुरुषसमासः दत्त द्वितीया तत्पुरुषसमासः उत्तमं द्वितीया तत्पुरुषसमासः वदतु द्वितीया तत्पुरुष सो सो उपदां न नाट् उपदां ताम् उपदाम उपदाम् उपदां भूतः उपदाम् उपदां भूतः उपदां भूतौ भूतः भूतौ भूतौ रेफवकारौ रेफवकारौ अस्तु अत्र भूतौ इत्यस्य कः अर्थः भूतौ इति रेफवकारौ रेफवकारौ रेफवकारौ प्राप्तौ इति अर्थः प्राप्तौ इति अर्थः भूधातोः प्राप्तिः इत्यर्थः उपदां प्राप्तौ रेफवकारौ इति अर्थः तर्हि हा सम्यक् रेपवकारौ इति विशेष्यम् हल्परौ इति बहुव्रीहिसमासः विशेषणमस्ति रेपवकारौ इत्यस्य उपदाभूतौ इति अपि विशेषणमस्ति रेपवकारौ इत्यस्य तर्हि इदानीं तावत् प्राप्तं किं प्राप्तम् इति चेत् रेपः अथवा वकारः उपदायाम् अस्ति इति तावत् प्राप्तम् अनन्तरं तादृशरेपवकारः सामान्यः न रेपवकारस्य अनन्तरं हल् वर्णः अपि अस्ति इति प्राप्तम् इत्युक्ते धातोः अन्ते हल् वर्णः अस्ति उपदायां रेपवकारः अस्ति इति तावत् प्राप्तम् अत्र इदानीं तस्य अनन्तरं वंसि भगिनी वदतु उपधाय तत्र उपधाभूतौ इति तु भूत इति प्राप्त इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इति भूत्वा तत्र द्वितीया तत्पुरुषः भवति वा भगिनि तत्र त प्रत्ययः इति तत्र इति आशप्रयोगः इति तादृशं किमपि वक्तुं शक्यते वस्तुतः अत्र प्राप्तः इति शब्दः साक्षात् अस्ति चेत् द्वितीया तत्पुरुषसमासः भवति खलु द्वितीयाश्रितादि समीचीनं तत्तु समीचीनं परन्तु भूतः अस्मिन् अर्थे एव अत्र प्रयुक्तः अस्ति अन्यः समासः न सङ्गच्छते अतः उपदां भूतः इति उपदा भूतः अस्तु अस्तु अस्तु यावत्पर्यन्तं यत् चर्चा अभवत् तस्मात् अनन्तरं रेफवकारौ इति तु विशेष्यमस्ति तस्य कीदृशरेफवकारौ इत्युक्ते हल् परौ रेफवकारौ इति भवति तत्र कुत्र स्तः एते द्वौ इत्युक्ते तत्र उपधाभूतौ स्तः इत्युक्ते तत् यदपि विशेषणं भवति वा तत्र उपधाभूतौ अपि रेफवकारयोः इत्यस्य विशेषणं विशेषणं भूतः इति भूतः इति तप्रत्ययः कस्मिन् अर्थे कर्त्रार्थे भवति न तत्र तु यदि तु द्वितीया तत्पुरुषसमासः भवति न श्रु न भग्नः जातः भगिनि पुनः वदतु कर्ता कः कर्ता कः अस्तु तत्र कर्ता तु रेपवकारौ एव भवति न तत्र हा रेपवकारौ कर्ता रेपवकार अत्र वाक्यरूपेण वदामः चेत् कथं वदामः अस्तु रेपवकारौ उपधाभूतौ एव भवति न तत्र रेपवकारौ उपधाभूतौ एव भवति हा रेपवकारौ इत्युक्ते रेपवकारौ न उपदाभूतौ न वाक्यरूपेण वदामः चेत् हल्परौ रेपवकारौ उपदां भूतौ ओ अस्तु उपदां भूतौ ओ अस्तु विग्रहवाक्यम् उपदां भूतौ इत्युक्ते हल्परौ रेपवकारौ उपदां प्राप्तौ इति समीचीनम् अस्तु अस्तु तस्मात् ताभ्यां प्राक् वर्तमानस्य इक्कः दीर्घादेशः भवति इत्युक्ते ताभ्याम् इत्युक्ते रेफवकारौ इत्यस्य अन्वयः भवति तेषां तयोः प्राक् यः वर्णः अस्ति यदि इक् वर्णः अस्ति तस्य दीर्घादेशः भवति इति सूत्रार्थः इत्युक्ते अन्ते हल् वर्णः भवेत् तस्मात् पूर्वं रेफवकारवर्णः यत्किमपि भवेत् तस्मात् पूर्वं यदि इक् वर्णः भवेत् तस्य दीर्घादेशः भवति इति सूत्रार्थः अस्ति भगिनि सम्यक् समीचीनं समीचीनम् अग्रे अत्र सूत्रे तु उपधायां च इति रेफवकारयोः उपधायाम् इति एव अर्थः खलु न अत्र उपधायां च इति सूत्रे उक्तं वस्तुतः उपधायां च इति सप्तम्यन्तं पदं स्वीकृत्य अत्र अन्वयः सम्यक्तया न शक्यते अन्वयः न शक्यते तत्र तदर्थम् अग्रे चर्चा वर्तते कथम् अन्वयः अत्र विस्तृता चर्चा वर्तते अत्र कथम् अन्वयः सम्यक्तया कर्तुं शक्यते इति चर्चा वर्तते तत्र पश्यामः भवत्याः प्रश्नः तत्र पार्श्वे स्थापयतु अनन्तरं चिन्तनं कुर्मः इदानीम् अत्र यद् अस्ति तद् एकवारम् अवगम्य तदनन्तरं प्रश्नानां समाधानम् अथवा चिन्तनं कुर्मः अस्तु अस्तु भगिनि हा तत्र अनन्तरं वाक्यमस्ति सूत्रार्थे उपधाशब्दः रोः इत्यस्य विशेषणं रोः तु षष्टिद्विवचने अतः उपधायाम् अपि तथा षष्टिद्विवचने यद्यपि सूत्रे सप्तम् एकवचनं दत्तमस्ति अस्तु अस्तु उपधाशब्दः यस्य विशेषणं रोः षष्टिद्विवचने अस्तु तत्र सूत्रार्थे सूत्रार्थे तु उपधाशब्दः तु रोः इत्यस्य विशेषणम् अस्ति इति उक्तम् यतोहि उपधाभूतौ इत्यस्य एतत् शब्दः क्षम्यताम् एषः शब्दः तु रेफवकारयोः इत्यस्य विशेषणमस्ति अतः उपधाशब्दः रोः इत्यस्य विशेषणं भवितुम् अर्हति भवति परन्तु रोः तु षष्टिद्विवचने अस्ति अस्तु अतः उपधायामपि षष्टिद्विवचने यद्यपि सूत्रे सप्तमे ओके तत्रापि उपधयोः इति भवेत् परन्तु सूत्रे तु उपधायाम् इति सप्तमी एकवचनं दत्तमस्ति इति विशेषतया उक्तमस्ति तत्र इत्युक्ते किं वक्तव्यम् इति चेत् यद्यपि सप्तम्यन्तं पदम् अस्ति तथापि सप्तमी विभक्तिः अतः षष्ट्यर्थे इति वक्तव्यम् सप्तमी यद्यपि उक्तं परन्तु षष्ट्यर्थे अस्ति नो चेत् अन्वयः न भवति इदानीम् अनुवृत्तिसहितसूत्रे हलः हलः धातोः उपधायां रुवोः उपधायाः इकः दीर्घः इति वदामः चेत् अवगमनं न भवति हलः धातोः उपधायां रुवोः इत्यत्र विशेषविशेषभावः नास्ति अतः इदानीम् अस्माकं संशयः भवति उपधायां कुत्र कस्य उपधायाम् इति स्पष्टता न भवति तत्र उपधायाः इत्यत् उपधायाम् इति अन्वयः कथं भवति इति स्पष्टता न भवति अत्र सत्यम् अतः तत्र उपधयोः व्रोः इति उक्तम् अनुवृत्तिसहितसूत्रम् इत्युक्ते रेफवकारयोः उपधयोः इति उक्तम् अपि च उपधायाः इकः दीर्घः पुनः उपधायाः उक्तं तत् तस्मिन् वदामि भगिनि अस्तु अस्तु उपधायाः इकः दीर्घः कस्य उपधायाः दीर्घः धातोः न केन सह अन्वयः भवति इति चिन्तयन्ति अस्मि उपधायाः इकः दीर्घः अत्र उपधायाञ्च इति परसप्तमी नास्ति लोके यदा यथा सप्तमी भवति तद्वत् अस्ति न अस्तु अवगम उपधायाम् इति सप्तम्याः अर्थः कः लोके यथा अस्ति इति चेत् कथम् अधिकरणार्थे वा? अधिकरणार्थे तर्हि इदानीं प्रथमं वदति रोर् उपधायः दीर्घ इकः, अनन्तरं वदति हलि परे भवति चेत् अपि रोः धातोः परे हलि भवति, हल् भवति चेत् अपि उपधाभूतौ इकः दीर्घः भवति इति. अनन्तरं नेक्स्ट् सूत्रं वदति उपधायां च, अतः रोः उपधायाम् अपि दीर्घः भवति हल् वर्णः रोः परे भवति चेत्. न, रोः उपधायाम् अपि दीर्घः भवति वा? रोः कुत्र भवेत्? धातोः उपधा भवति. रुवोः कुत्र भवति? रुवोः उपधायाः इकः दीर्घः भवति इति तु समीचीनं, परन्तु रुवोः कुत्र भवेत्? हलिप्च इति इत्यस्यापि अनुवृत्तिः अस्ति खलु, अतः रुवोः पदे हल् वर्णः अस्ति. रुवोः पूर्वं यद् इक् वर्णः अस्ति तद् रुवोः उपधायाम् इति अर्थः अवगम्य तस्यापि दीर्घः भवति इति सः प्रायः वक्तुम् इच्छति, जलेदि कृतवान् अस्ति. हा, इति किञ्चित् पश्यामः. यद्भवती वदति तत् अवगम्यते, परन्तु तादृशचिन्तने दोषः अस्ति वा इति प्रश्नः. परसप्तमी हलि इति परसप्तमी रूपेण उक्तवती खलु, हली परे इति उक्तवती खलु, हली च इत्यस्मात् हली परे भवेत् इति उक्तवती. इत्युक्ते रुवोः धातौ कुत्र भवति रुवोः इति स्पष्टता अस्ति वा? अत्र वंशी भगिनी एकक्षणं, हलः धातोः इति भगिनी भगिनी हलि च इति हलि इति सप्तम्यन्तस्य अनुवृत्तिं स्वीकृत्य वदति. पूर्वस्मिन् सूत्रे अत्रापि हलि परे इति अनुवृत्तिः अस्ति, उपधायां रुवोः इति साक्षात् यथा अस्ति तथा स्वीकृत्य अन्वयः कथं भवति इति भगिनी प्रदर्शयन् अस्ति, प्रदर्शयन्ती अस्ति. क्षम्यताम्. रुवोः परे हल् वर्णः अस्ति इति पूर्वं सूत्रं वदति, तस्य अनुवृत्ति स्वीकृत्य रुवोः परः हल् वर्णः अस्ति, अतः अत्र धातु इति वक्तुं शक्यते वा, अङ्गम् इति वा? बहु कन्फ्यूजन्. हा, इति तत्र साङ्कर्यम् अस्ति, उपधायाम् इति तदा एव स्वीक्रियते, हलि इति तदैव स्वीक्रियते चेत् अर्थबोधः न भवति, अर्थबोधः सम्यक्तया न भवति इति कृत्वा एव अत्र किञ्चित् किचडि क्रियते. अतः किञ्चित् परिवर्तनम् अस्माभिः कार्यं, नो चेत् सूत्रावगमनं न भवति. प्रथमतया परिवर्तनं किम् इति चेत् उपधायाम् इति सप्तम्यन्तस्य षष्टिद्विवचनरूपेण परिवर्तनं. तर्हि उपदयोः रुवोः इति षष्टिद्विवचन उपधायाम् इत्यस्य षष्टिद्विवचने परिवर्तनं कृत्वा उपदयोः रुवोः इति उपदयोः इति विशेषणं भवति रुवोः इत्यस्य. अनन्तरं हलि इति सप्तम्यन्तस्यापि परिवर्तनं अत्र धातोः विशेषणरूपेण स्वीक्रियते. सत्यम्. तत्र हलि इत्यस्य सप्तम्यन्तस्य षष्ट्यन्तरूपेण परिवर्तनं कृत्वा हलः धातोः इत्यस्य विशेषणं हलः धातोः इति उक्त्वा येन विधिस्तदन्तस्य इत्यनेन हलन्तधातोः इति अर्थः आयाति. हलन्तधातोः उपधयोः रुवोः, धातुः हलन्तः वर्तते, तस्य उपधायां रेपः अथवा वकारः, रेपवकारयोः उपधायां इक् वर्णः अस्ति चेत् रेपवकारयोः उपधायाः इकः दीर्घः इति सूत्रार्थः भवति तदानीम्. किमपि चिन्तितम् आम् एक्साम्पल् अस्ति वा भगिनी एतस्य इत्युक्ते उपादायां च इत्यस्य एक्साम्पल् अस्माभिः पूर्वं दृष्टं खलु तत्र कुर्द् इत्यत्र वदतु कुर्द् इत्यत्र कथमस्ति उदाहरणं कुर्द् इत्यत्र अन्ते दकारः हलः वर्णः दकारात् पूर्वम् उपधा रेफः रेफात् पूर्वम् उपधा उवर्णः यत् इकः अस्ति अतः उपधायाञ्च इति सूत्रेण परनिमित्तं न अपेक्षते अत्र परनिमित्तं न अपेक्षितं हलि च इत्यस्य परिवर्तनं कृतं खलु षष्ट्यन्तरूपेण अतः हलीपरे इति अन्वयः अत्र नास्ति हलीपरे इति अन्वयः अस्ति चेत् कः क्लेशः इति अग्रे उच्यते कूर्द् इति एव भवति वा कूर्द् इति कूर्दते कूर्दते कूर्दन्ते इति अत्र सूत्रार्थः अवगतः वा सर्वैः अत्र उपादायां च इत्यत्र उपादायाम् इति सप्तम्यन्तस्य षष्ट्यन्तरूपेण षष्टिद्विवचनरूपेण परिवर्तनं किमर्थम् इति चेत् उपदा इति शब्दः रुवोः इत्यस्य विशेषणमस्ति अतः उपदयोः रुवोः इति भवति तर्हि उपदायां रेपः अथवा वकारः इति अर्थः आयाति अनन्तरं हली च इत्यस्मात् हली इति पदस्य विभक्तिपरिणामेन षष्ट्यन्तरूपेण स्वीक्रियते हलन्तधातुः इति स्वीक्रियते हलः धातुः इति विशेषणविशेषे भावः तत्र येन विधि सदन्तस्य इत्यनेन हलन्तधातुः इति आयाति इदानीं हलन्तधातुः भवेत् उपदायां रेपवकारः भवेत् तयोः उपदायाम् उपदायाः इकः दीर्घः भवेत् रेपवकारयोः उपदायाम् इक् वर्णः चेत् दीर्घः भवेत् इति सूत्रार्थः अस्तु किञ्चित् अग्रे गच्छामः अत्र उपधायाः उपधायाम् उपधायाः उपधायाः इकः दीर्घः अस्तु अग्रे का पठति अरुणा भगिनी पठितुमिच्छति वा आं भगिनि पठतु अग्रे यदि वदामः भगिनि अत्र प्रश्नः उदेति ओके अत्र प्रश्न उदेति यत् साक्षात् हलि इति अनुवृत्तिः आनीयते चेत् इष्टः अर्थः सिद्ध्यति किम् ओके पुनः पठामि अत्र प्रश्न उदेति यत् साक्षात् हलि इति अनुवृत्तिः आनीयते चेत् इष्टः अर्थः सिद्ध्यते सिद्ध्यति किं काशिकाव्याख्यायां हल् परौ इति उपयुज्यते न तु हलि द्वयोः मध्ये भेदः कः इति अवलोकनीयं हलि इत्यस्य अर्थः परसप्तमी हलिपरे तत्र हलि च इति सूत्रे हलि इत्यस्य कथनेन अर्थः स्पष्टं भवति रोः धात्वोः उपादायः एकः दीर्घः हलि उदाहरणमपि पठामि भगिनि ध्रुयुगः स्यान् युग पदं ऋकारस्थाने इकार आगच्छति तदनन्तरपुरः इत्येन रेफा भवति झिर् युगः य हलि च इति सूत्रेण झिर् झीर्य अत्र हलि इत्यनेन न कोऽपि भ्रमः केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति नाम धातोः अन्तरे यः वर्णः किमर्थमिति चेत् रोः धात्वोः इत्यनेन रेफान्तधातोः वकारान्तधातोः षष्टिविभक्तौ च रोः षष्टिविभक्तौ हलि सप्तमी विभक्तौ अतः सामानाधिकरणस्य अभावात् वर्णान्तरम् तस्मात् हलि इत्यनेन धातोः अनन्तरं यः वर्णः इत्येव अर्थः सम्भवति अनेन च स्पष्ट स्पष्टता जायते इर् इर् य इति इङ्गितं प्रयत्नं करोमि भगिनि प्रथमं प्रश्नः अस्ति हलिचतुर्थविषये हलि इति अनुवृत्ति अस्ति चेत् कथम् अपुतं सिद्ध्यति इति प्रश्न एकः प्रश्नः काशिकायां काशिकाय वाक्यायां हलः हल् परौ इति उपयुज्यते न तु हलि द्वयोः मध्ये भेदः किम् इति द्वितीयप्रश्नः अस्ति हलि इति अर्थः परसप्तमी ओके हलि परे तत्र हल् च इति सूत्रे हलि इत्यस्य कल्पनेन अर्थः स्पष्टं भवति ओके वयं जानीमः हलि परे हलि इत्यस्य अर्थः परसप्तमी हलि परे तत्र हलि हलि च सूत्रेण हलि इत्यस्य अर्थः स्पष्टं भवति रोः धातोः उपादायः एकः दीर्घः हलि उदाहरणमस्ति जृ धातु चन् जिर् युवय अधुना अत्र हलन्तधातु रेफ अस्ति अन्ते पदान्त रेफ अस्ति तद् पूर्वम् इकस्य गुणः भवति हलि च इति सूत्रम् दीर्घ भवति हलिचैतसूत्रेण अत्र केवलं स्पष्टमेव अस्ति नो प्राब्लम् एकस्य मनसि न जानामि भगिनि रो धातोः इत्यनेन न एतावत् सम्यक्तया उक्तवती सम्यक्तया उक्तवती ओके किं ओके ओके केवलं एकस्य वर्णस्य सङ्केतः सम्भवति ओके नाम धातोः अनन्तरं यः वर्णः किमर्थमिति चेत् व्रोः धातोः इत्यनेन रेफान्तधातोः वकारान्तधातोः षष्टिविभक्तौ च ओके व्रोः षष्टिविभक्तौ हलि सप्तमी विभक्तौ अतः सामानाधिकरणं नास्ति तस्मात् हलि इत्यनेन धातोः अनन्तरं यः वर्णः इत्येव अर्थः सूत्रं वदति हलि परे अपि सप्तमी विभक्तमिति परन्तु रेफान्तधातोः इति षष्टिविभक्ति ततः हलि परे वयं जानीमः हलि परे इति पूर्वषष्टिविभक्ति एव कार्यं भवति भगिनि आं समीचीनम् हा सम्यक् भगिनि इदानीं तत्र विजयलक्ष्मी भगिनी अत्र किञ्चित् इतोपि प्रतिपादयति वा भगिनी उक्तवती एव किञ्चित् इतोपि प्रतिपादयतु किं प्रतिपादनीयं भगिनि अत्र हलि च परिच्छेदे किम् उक्तम् इति हलि च इति सूत्रस्य यदा अत्र मूलप्रश्नः कः मूलप्रश्नः अनुवृत्तिसहितसूत्रं भवति हलि च इति सूत्रम् अनुवृत्तिरूपेण उपधायां च इति सूत्रस्य अर्थः अवगमनं भवनीयं चेत् अर्थावगमनं भवनीयं चेत् हलि च इति सूत्रस्य अनुवृत्ति आयाति परन् अनुवृत्तिरूपेण आयाति चेत् अत्र हलि च इति परसप्तमी इति अर्थे अस्ति परन्तु तत्तु अस्मिन् सूत्रे न सङ्गच्छते अस्मिन् सूत्रे हलि च इति परसप्तमी स्वीकुर्मः चेत् रोः न अत्र अस्मिन् परिच्छेदे तत्तु न उक्तं खलु अत्र अस्मिन् परिच्छेदे हलि च इति हलि इति सप्तम्यन्तस्य स्पष्टता भवति हलि च इति सूत्रे एव उक्तं खलु अग्रिम उपादायां च कथं भवति इति अग्रिमपरिच्छेदे आयास्यति अत्र अस्मिन् परिच्छेदे किमुक्तम् अत्र रोः धात्वोः हलि च इति उक्तत्वात् रेफान्तवकारान्त धातोः परनिमित्तं हल् वर्णः भवति चेत् इति अर्थः अवगम्यते परन्तु यदि नेक्स्ट् प्राब्लम् किमस्ति अत्र हलि इत्यनेन कोऽपि भ्रमः नास्ति तद् अवगम्यते किमर्थं चेत् रोः धात्वोः इत्यनेन रेफान्तधातोः वकारान्तधातोः षष्टिविभक्ति अस्ति तस्य परे यदि हल् वर्णः भवति तदा चिन्ता नास्ति अर्थः बहु स्पष्टम् अर्थं स्पष्टं जायते परन्तु यदि रोः षष्टिविभक्तौ अपि च हलि सप्तमीविभक्तौ भवति तदा तयोः समानाधिकरणं नास्ति परन्तु रोः इति सप्तमीविभक्तौ अपि वक्तुं शक्यते न भगिनि न न अत्र सप्तमीविभक्तौ अस्ति चेत् अन्वयः कथं सप्तमीविभक्त्यन्तं पदं पदद्वयं भवति खलु हलि रोः इति तत्र किमस्ति परसप्तमी उपधायाम् अपि सप्तमी अस्तु न अत्र हलि च इति सूत्रे हलि च इति सूत्रे रुवोः इति पदं षष्ट्यन्तं पदं न तु सप्तम्यन्तम् आम् आम् परन्तु यदि रुवोः षष्टिविभक्तौ अपि च हलि सप्तमीविभक्तौ द्वयोः अपि सप्तमीविभक्ति इति अर्थः आवश्यकं भवति खलु उपधायाः परे रेफवकारः अपि भवतु हल्वर्णः तस्य परे हल्वर्णः अपि भवतु इति अर्थः आवश्यकम् अस्माकं तु तद् अत्र तदेव प्रश्नः अत्र स्पष्टतया न अवगम्यते तत् इत्युक्ते अत्र अस्य विषये अग्रिमसप्ताहे पुनः अपि पश्यामः परन्तु अत्र कः विषयः इति चेत् मूलप्रश्नः उपधायां च इति सूत्रे यथा अस्माभिः पूर्वस्मिन् परिच्छेदे दृष्टम् अलः धातुः इति उक्तम् हलः इति षष्ट्यन्तरूपेण विभक्तिपरिणामं कृत्वा हलः इति उक्तम् वस्तुतः पूर्वस्मिन् सूत्रे हलि इति सप्तम्यन्तं पदमस्ति तत्र हलि च इति सूत्रे तु हलि इति सप्तम्यन्तपदस्य आवश्यकता वर्तते तत्र तु स्पष्टता भवति हलि परे रेपान्तवकारान्तधातुः अस्ति चेत् उपधायाः इकः दीर्घः भवति इति सूत्रार्थः स्पष्टतया भवति तत्र भ्रमः एव नास्ति हलि इति पदस्य षष्टिरूपेण भवतु वा इति प्रश्नः एव न उदेति यतोहि स्पष्टतया हल् वर्णः परः भवेत् धातुः रेपान्तः वकारान्तः भवेत् इक् वर्णस्य दीर्घ उपधायाः इकः दीर्घः इति उक्तं यथा तत्र जृयोगः श्यन् इत्यत्र हलि च इत्यस्य कार्यं स्पष्टतया भवति अतः क्लेशः नास्ति हलि च इति सूत्रे परन्तु अत्र इदानीमपि अस्मिन् परिच्छेदे यः प्रश्नः उद्भावितः अस्ति हलि च इति सप्तम्यन्तस्य तथैव आनयामः चेत् कः क्लेशः इति क्लेशस्य विषये अस्मिन् परिच्छेदे न उक्तं केवलम् उक्तं हलि च इति सूत्रे तु हलि सप्तम्यन्तं पदम् अस्ति चेत् क्लेशः नास्ति भ्रमः न भवति तत्र तु सङ्गच्छते इति अत्र उक्तमस्ति तर्हि उपादायांश इति सूत्रे हलि इति तथैव आनीयामः चेत् कः क्लेशः, आनीयते चेत् कः क्लेशः इति प्रश्नः इदानीमपि अवशिष्टः। परन्तु काशिकायां किम् उक्तम् इति चेत् हल् परौ इति उक्तम्, इत्युक्ते हलि इत्यस्य हलः इति रूपेण अनुवर्तनं भवेत्, हलः धातोः इति अनुवर्तनं भवेत् इति तस्मिन् अर्थे हल् परौ इति उक्तम्। तर्हि हल् परौ इत्युक्ते हलन्तधातुः इत्यर्थः, हल् परौ इति विशेषणमस्ति रेपवकारौ इत्यस्य, अतः रेपवकारौ उपदायाम् उपदाभूतौ रेपवकारौ हल् परौ, तर्हि हलन्तधातुः इति अर्थः आयाति। तदेव तत्र काशिकाकारस्य इच्छा अस्ति अथवा आशयः अस्ति। तर्हि तादृश अर्थः हलि इति सप्तम्यन्तपदस्य आनयनेन न भवति, तत् किमर्थम् इति अग्रिमपरिच्छेदे उक्तमस्ति, तद् अग्रिमसप्ताहे पश्यामः। अत्र एकवारम् एतत् अग्रे परिच्छेदद्वयम् अथवा त्रयम् एकवारं पठित्वा आगच्छन्तु, तदानीमेव अर्थबोधः भवति, नो चेत् भ्रमः एव भवति। भगिनि, हलि च इति सूत्रेण परसप्तमी इति कृत्वा केवलं सन्देहः नास्ति, परन्तु उपदायामेव हलि इति पदं प्रयुज्यते, दोषः क्लेशः भवति। हा, उपदायांश इति हलि इति सप्तम्यन्तस्य प्रयोगेन दोषः भवति, प्रयोगेण दोषः भवति। अत्रापि पदस्य इति न सङ्गच्छते खलु, उपादायांश इत्यत्रापि पदस्य इति न सङ्गच्छते, सङ्गच्छते वा न वा इति पुनः चिन्तयामः। तादृश उदाहरणं लभ्यते वा इति द्रष्टव्यम्, अत्रापि अपदान्ते एव, पदान्ते कुत्रापि न लभ्यते एतादृशकार्यम्। यतोहि अत्र धातुः इति अपि उक्तं खलु, हलन्तधातुः इति उक्तम्, अतः कुत्र भवति पदम् एतादृशं। हलन्तधातुः इति व्याख्यानेषु पाणिनिना न उक्तं, न अनुवृत्तिः अस्ति खलु धातुः इत्यस्य, व्याख्यानेषु इति न, अनुवृत्तिः अस्ति, कुत्रापि पाणिनिना अनुवृत्तिः का अनुवृत्तिः इति न उक्तम्। इत्युक्ते तत्र पूर्वस्मिन् काले तत्र स्वरभेदेन अनुवृत्तयः अपि तत्र ज्ञास्यन्ते इति उक्तमासीत्, परन्तु तादृशविज्ञानम् इदानीम् अस्ति वा नास्ति वा इति न जाने, परन्तु स्वरभेदेन अपि कानि पदानि अनुवृत्तानि भवन्ति इति ज्ञायते इति मया श्रुतमासीत्। भगिनी, स्वरप्रकरणं चिन्तनीयम्, स्वरप्रकरणमस्ति लघु सिद्धान्तकौमुदी अन्तर्गतं स्वरप्रकरणमस्ति, अत्र पुस्तकम् अस्ति अष्टाध्यायी भाष्य, भाष्यसम्बन्ध लेखक अस्ति जिज्ञासु आचार्य, अपि च स्वामी ऋषिदयानन्द सरस्वती वेदाङ्ग अन्तर्गत सौवरः सौवरः भवति, हा अस पठनीयं, परन्तु विषयः सरल नास्ति, अहम् अवगच्छामि। स्वरप्रकरणं मया न पठितम्, स्वरविज्ञानं नास्ति मम, नास्ति स्वरविज्ञानं तत्र, अतः तस्मिन् विषये अधिकं वक्तुं न शक्नोमि, परन्तु पूर्वस्मिन् काले तथा आसीत् इति मया श्रुतमासीत् तावदेव। तर्हि इदानीन्तनकाले तु व्याख्यानमेव अस्माकं शरणं, तर्हि व्याख्यानतः अत्र अनुवृत्तिः धातोः इत्यस्य अनुवृत्तिः अस्ति इति ज्ञायते। अस्तु, यत्किमपि भवतु अग्रिमसप्ताहे इतः अग्रे कर्तुं शक्नुमः, एकवारं पठित्वा आगच्छन्तु। तर्हि अत्र स्थगनं कुर्मः, समयः अतीतः, धन्यवादः। धातोः इत्यस्य अनुवृत्तिः सिपि धातोरुर्वा ततः आरभ्य कुतः पर्यन्तम्, कुतः पर्यन्तम् इति चेत् तत्र अग्रे भक्कुर्छुराम् इति वा, कुतः पर्यन्तम् इति द्रष्टव्यम्, माया न स्मर्यते कुतः पर्यन्तम् इति द्रष्टव्यम्. अस्तु तर्हि धन्यवादः, नमस्कारः. धन्यवादः भगिनी, नमस्कारः. धन्यवादः भगिनी, नमस्कारः. धन्यवादः.